नमस्कारः सर्वेषाम् अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्. आर्धधातुकप्रकरणे तव्यक् तुमुन् कृच् इति पाठः अनुवर्तते. तत्र वयं सामान्य अङ्गकार्यम् इति भागः गतपाठे दृष्टवन्तः. तत्र सामान्य अङ्गकार्यस्य साधनात् पूर्वं त्रीणि प्रमुखकार्याणि सन्ति: धात्वादेशः, इडागमः, अतिदेशः इति. यत्र अतिदेशसूत्राणि नास्ति तत्र गुणकार्यस्य प्रसक्तिः भवेत् यदा यथाप्रसङ्गः इति. अत्र भ्वादिगणात् आरभ्य ग्रयादिगणपर्यन्तं सर्वेषाम् अजन्तधातूनां तव्यक्तुमुन् तृच् रूपसिद्धिः इति भागः एव वयं गतपाठे दृष्टवन्तः. आकारान्त एजन्तदातवः प्रथमम् आसीत्. सामान्य आकारान्तदातवः सर्वे एकाचः अनेकः आकारान्तदातवः. अत्र किमपि विशिष्टकार्यं नास्ति, अतः केवलं वर्णमेलनमेव. दातव्यं, पातव्यं, दातुं, पातुं, दाता, पाता इति भवति. दरिद्रा इति एकः एव अनेकाच् धातुः. आकारान्त अनेकाच् धातवः सर्वे सेटः. सत्यम्, अनेकात् धातवः सर्वे सेटः इति जानीमः. तेषु दरिद्रा धातुः तत्र उदाहरणरूपेण दत्तम् आसीत्. तत्र एकं वार्तिकं दरिद्रातेः आर्धधातुके लोपो वक्तव्यः इति. इत्यनेन किं भवति इत्युक्ते, दरिद्रा धातोः आर्धधातुकप्रत्यये परे आकारलोपः भवति. दरिद्रा ईतव्य सेट् खलु, अतः इडागमः. दरिद्रितव्य अकारलोपः, दरिद्रितव्य, दरिद्रितुं, दरिद्रि तृ इति तृच् रूपं भवति. एतत् आकारान्त. आकारान्तेषु दरिद्रा एकः विशिष्टः. तत्र आकार दरिद्रा आर्धधातुके लोपो वक्तव्यः इत्यनेन आर्धधातुकप्रत्यये परे आकारलोपः. अनेकाच् अन्ये अनेकात् दातवः सन्ति चेत् सर्वे सेटः इति तु जानीमः. तस्य विषये अत्र किमपि न उक्तम्. एजन्तदातवः आदेश उपदेशेशिति इति सूत्रेण तत्र एजन्तस्य धातोः आत्वं भवति. धे धातुः अस्ति चेत् अत्र धातव्य, धातुं, धाता इति रूपं. ध्यै धातुः अस्ति चेत् ध्यातव्य, ध्यातुं, ध्याता इति रूपम्. ईकारान्तदातुः, सामान्य ईकारान्तदातुः यत्र गुणकार्यप्रसक्तिः अस्ति तत्र यथा अपेक्षितं तत्र गुणकार्यं भवति. जी धातुः सार्वधातुकार्धधातुकयोः इत्यनेन इगन्त अङ्गस्य गुणः भूत्वा तत्र जेतव्यं, जेतुं, जेथा इति रूपं भवति. तत्र श्री श्री इति धातुद्वयं एकाचः ईकारान्तदा अन्ये ईकारान्तदातवः तु अनितः. श्री श्री त्यक्त्वा धातुद्वयं त्यक्त्वा, अतः श्री श्री इति तु सेट् धातुः. तत्र द्वौ सेतौ, अतः श्रयितव्यं, श्रयितुं, श्रयितृ, श्वयितव्यं, श्वयितुं, श्वयितृ इति रूपं भवति. धातुः सेट् अस्ति, अतः ईतव्य इति भवति. गुणः अनन्तरम् एचोयवायावः. डुमि प्रेषणे इति तदपि ईकारान्तधातुः. तत्र मिनाति, मिनोति, भीङ्गां, ल्यपि च इति सूत्रेण अन्त्यस्य अलः स्थाने आकारादेशः भवति. एच् निमित्त षिप् भिन्न प्रत्ययस्य विषये इति. अतः तत्र धी इति धातुद्वयं त्रयं, क्षम्यताम्, यथा गुणो वा वृद्धिर्वा जायमानः, यस्मात् एकारः वा ऐकारः वा जायमानः, तस्मात् पूर्वमेव तत्स्थाने आकारादेशः भवति. अतः एच् भिन्न एच् निमित्त षित् भिन्न प्रत्ययस्य विषये इति उक्तम्. अतः डुमी योगः तव्यत्, मी इति योगः तव्यत्. तत्र गुणस्य प्रसक्तिः तु अस्ति, परन्तु तस्मात् पूर्वमेव मीनाति मिनोति दीङ्गां ल्यपि च इत्यनेन तत्र धातोः अन्त्यस्य अलः स्थाने आकारादेशः भवति. किमर्थं तत्र तव्यत् इति षित् भिन्नप्रत्ययस्य एच् निमित्तम् अस्ति. इत्युक्ते सार्वधातुक अर्धधातुकयोः इत्यनेन एच् भवति स्म. अनन्तरं तव्यत् इति षित् भिन्नप्रत्ययः, अतः तत्र मा योगः तव्यत् मातव्य मातव्या मातव्यं मातुं मात् मातृ माता मात्री मातृ इति रूपम्. ईकारान्तधातुः अपि दृष्टम् अस्माभिः. तत्र ईकारान्तधातुषु अपि गुणः एव भवति, किमपि तत्र विशिष्टं वैशिष्ट्यं नास्ति. डीङ् शीङ् धातुद्वयं त्यक्त्वा नेतव्यं नेतुं नेता, भेतव्यं भेतुं भेता, भेता इत्युक्ते भेतृ, क्रेतव्यं क्रेतुं क्रेतृ इति रूपम्. डीङ् शीङ् इति धातुः अस्ति चेत् तत्र सेटौ, अतः तत्र इडागमः भवति. डयितव्यं डयितुं डयितृ, शयितव्यं शयितुं शयितृ इति रूपम्. दीदि वेवि इति धातुद्वयम् अनेकाच् धातुः, अतः सेट् दीदि वेविताम् इति सूत्रम्. अनेन गुणवृद्धिः बाधितमस्ति. दीदि वेविङ्ग् धातोः इट् इति आगमस्य धातुः सेट् अतः इडागमः, येषां गुणवृद्धिः च न भवतः. ई वर्णयोः दीदि वेव्योः यकारादि चैकारादिप्रत्यये परे दीदि वेवि इति धातोः ईकारस्य लोपः भवति. अतः तत्र दीदियोगः ईतव्य सेट् गुणप्रसक्तिः, दीदि वेविटाम् इत्यनेन गुणनिषेधः, दीदि ईतव्य, ई वर्णयोः दीदि वेव्योः इति धातोः ईकारलोपः, दी ईतव्य दिदि धि झितव्य इति रूपम्. धी धी तुम् इति रूपम्. एवमेव वेवि इत्यस्यापि. मीङ् हिंसायां दीङ् तद् यदा मीनाति मिनोति दीङ्गां ल्यपि च दृष्टवन्तः, समानमेव अत्रापि प्रमातव्यं प्रमातुं प्रमातृ इति भवति. अनन्तरं लीङ् श्लेषणे ली श्लेषणे द्वयमपि ईकारान्तदातु विभाषा लीयते इति सूत्रेण विकल्पेन आत्वादेशः भवति एचः विषये. अतः तत्र ली आकारा भूत्वा तत्र वीलातव्यः वीलातव्या वीलातव्यम् इति रूपम्. वीलातुम् आत्व अभावे तु विलेतुम् इति तत्र रूपं भवति. सामान्य उकारान्तः अपि दृष्टवन्तः, तत्र यूरु नु स्नु स्नु सूक्ष्णु ध्यातून् त्यक्त्वा अन्ये सर्वे एकाचः उकारान्तदातवः. हूतव्य होतव्य गुणः होतुं होता, ध्रू द्रोतव्य द्रोतुं द्रोता. षट् उकारान्तः सेटः यूरु स्नु स्नु सूक्ष्णु इति, अतः तत्र यवितव्यं यवितुं यवित् इति रूपं भवति. इदानीं तत्र ऊकारान्तकुटादि दातवः कस्मात् पठनीयं, महोदय पठति वा? गाङ्कुट ऊकारान्तकुटादि दातवः गाङ्कुटादिभ्यो नित् नित् इति इङ् धातुः स्थाने य गाङ् धातुः, तस्मात् च कुटादिगणीयेभ्यः धातुभ्यः नित् नित् भिन्नप्रत्ययः नित्वत् भवति. सूत्रद्वयं सम्पूर्णं तत्र गुटादिगणे पञ्चत्रिंशत् दातवः सन्ति, वयं जानीमः तत्र सर्वे तुदादिगणीयदातवः. सूत्रम् अस्ति गाङ्कुटादिभ्यः अनित् नित् इति. तव्यत्तमन्प्रत्ययाः नित् णित् भिन्नाः इत्यतः गाङ्कुटादिभ्यः धातुभ्यः एते सर्वे नित्वत् भवन्ति. अतः तत्र सर्वत्र निति च इति सूत्रेण गुणनिषेधः. निति च वयं जानीमः, निति च इकः गुणविद्धिः न इति. तत्र तत्र केचन उकारान् ददातव सन्ति अन्ये अन्ये हलन्त दातवः गु इति धातुः पुरीषोत्सर्गे इति तत्र गुणः न भवति सार्धातक इत्यनेन गुणस्य प्रसक्तिः परन्तु गाङ्गुटादिभ्यो इत्यनेन तत्र एतत् नित् भिन्नः प्रत्ययः अस्ति अतः गुतव्या गुतुं गुता इति तथैव धृधातोः धृतव्या धृतुं धृता इति तत्र त्रिषु प्रत्ययेषु रूपाणि एवं भवन्ति एवमेव कुं कुङ् शब्दे इति धातोः प्रसङ्गे अपि कु इति तस्ति कुतव्य कुतव्य कुतुम् अथवा कुता इति तत्र क्षम्यतां कुता इति त्रिचि ऊण् धातुः तत्र ऊण् धातोः विभाषणोः इति सूत्रेण तत्र तत्र यत्र इडागमः भवति तत् णित्वद् भवति ऊण् इति विभाषा इति अस्तु यथा ऊण् योग इतव्य इदानीं इडागमपक्षे तत्र ऊर्णुविता तत्र गुणः न भवति एकनिमिष पठामि ऊर्णुयोग इ योग तव्य इतव्य विकल्पेन नित्वततः निति चैत्यनेन एकस्मिन् पक्षे गुणनिषेधः ऊर्णुयोग इता अचिष्णुधातुगुराङ् युवोः इयङ् ओङ्गौ इत्यनेन उकारं धातु धातुरूपी अङ्गस्य उकारस्य स्थाने ओङ्गादेशः भवति अजादिप्रत्यये परे इदानीम् ऊङादेशः भवति अस्तु ऊर्णुवितव्यं तथैव ऊर्णुवि ऊर्णुवितुम् अथवा ऊर्णुविता इति भवति यदि गुण नित्व न भवति चेत् तत्र गुणस्य प्रसङ्गः अस्ति ऊर्णो इति भवति ऊर्णानन्तरं यचो यावयावः अवादेशः ऊर्णवितव्यम् ऊर्णवितुम् ऊर्णविता इति रूपाणि इदानीम् अग्रे ऊकारं ददातवः सर्वे ऊकारं दातवः सेटः अत्र गुणकार्यं भवति यथा अपेक्षितं सर्व सर्वदातुः इत्यनेन सूत्रेण इडागमे इडागमपाठे सर्वे ऊकारं दातवः सेटः इति अधीतवन्तः तर्हि भूधातोः रूपम् अस्ति भवितव्यं भो इति भवति इडागमः अस्ति इतव्यः यचो यावयः सर्वत्र तादृशमेव भवितव्यं भवितुं भविता इति ऊ स्वीकुर्मश्चेत् पवितव्यं पवितुं पविता इति वस्तुस्तु चत्वारः ऊकारं दातवः वेटः इत्यपि ज्ञातवन्तः वेट् दात् पाठे तत्र स्वरति सूति धूयि तत्र धू सु इति धातु धू सु इति यद्यपि ऊकारान्तः अस्ति तर्हि शेटः भवन्ति परन्तु अत्र तेन सूत्रेण वयं जानीमः तत्र स्वरतिसूति इति धूमि ऊदितो वा इति सूत्र तत्र वेट् इति जानीमः अतः धू धातोः किं भवति धू धो भवति इतव्यं धवितव्यं धविता धवितुम् इति एकरूपः अन्यदस्ति इडागमः अपक्षे धोतव्यं धोतुं धोता इति तथैव तु सवितव्यं सविता सवितुम् अथवा तत्र यदि इडागम अपक्षे सोतव्यं सोतुम् अथवा धोता इति अस्तु अस्तु अस्तु भगिनी नास्ति चिन्ता दत्तमस्ति तत् उक्तं मया सु धातु धू अपि सु इति वेट् धातूनां रूपाणि इदानीं सत्यम् अग्रे पठामि वा प्रायः उषा भगिनी पठेत् महोदय सम्यक् एतदेव ऊकारान्त धातुषु धातुद्वयं वेट् धूसु इति अन्ये तु सेटः सर्वे उकारान्तः सेटः द्वौ एव तत्र वेट् तु विधून विधूनने अनन्तरं सु इत्यस्य प्राणिगर्भविमोचने सत्यम् आम् सूते इति सूते सूते प्रसूते इति भवति सत्यं आम् उषा भगिनी अस्तु आम् कुटादिदातवः कुटादि कुटादि कुटादिधातवः कुटादिगणे णु स्तवने धू विधूनने इति द्वौ ऊकारान्तदातवः स्तः धू पूर्वमेव दृष्टं खलु ओके कुटादिगणे द्वौ अपि सेटौ द्वयोः अपि कुटादिगणीय कुटादिगणीयत्वस्य गुणनिषेधत्वात् उवङ्गादेशक ओ अस्तु गुणनिषेधः अस्ति कुटादिगण इत्यनेन सो उवङ्गादेश अस्तु नू स्तवने नुवितव्यं नुवितव्यं नुवितुं नुवित ओके गुणनिषेधः अस्ति देन् ओके णू योगः ई योगः तव्य सार्वधातुकात् गुण गुणप्रसक्ति इति च इत्यनेन सूत्र सूत्रेण गुणनिषेधः नु योगः ई योगः तव्य अचिष्णुधातु ब्रुवाम् ओके ऊकारस्य स्थाने उव नुवितव्य नुवितव्य बिकम् नुवितव्यम् ओके एवमेव नुवितुं नुवितुं तुमुन् प्रत्ययस्य कृते तृच् प्रत्ययस्य अपि ओके नुवितृ अचिष्णुधातुब्रुवां वयं जानीमः श्नु प्रत्ययान्ताङ्गस्य इकारान्त उकारान्तधातुरूपी अङ्गस्य भ्रू प्रातिपदिकस्य च येषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशः भवति अजादिप्रत्यये परे अचि इति भ्रू धातोः वच् इति धात्वादेशः भ्रू योगः तव्यत् भ्रुवोवचि इत्यनेन वच् आदेशः वच् योगः तव्य वच् वच्योगः तव्य चोः कुः इत्यनेन चवर्गस्य स्थाने कवर्गे आदेशः वक्तव्य वक्तव्यम् इति भवति एवमेव वक्तुं वक्तृ वक्तृ वक्ता भवति अस्तु भ्रुवोवचि अपि वयं जानीमः भ्रुवोवचि वा भ्रुवोवचिरादेशः भवति आर्धधातुकविषये भ्रुवः वचि आर्धधातुके ऋकारान्तदातवः पठामि वा भगिनी आम् पठतु तत्र धू धातु तत्र धूयि अपि अस्ति धू अपि अस्ति द्वयमपि अर्थसमानमेव अस्ति तर्हि धू धातोः रूपाणि त्रीणि रूपाणि भवन्ति समानार्थ इति खलु धूयिने इति वेट् अस्ति धू इति धातु अस्ति यत् तुदादिगणे धातु अस्ति धुवति भवति वा धु उवङ्गादेशु तत् तदपि विधूनने एव धूयि अपि विधूनने एतदपि विधूनने तर्हि विधूननार्थे ध्रुवितव्यं धोतव्यम् अनन्तरं धु तत्र त्रीणि रूपाणि भवन्ति खलु धू कम्पने पूर्वमेव विधूनने इत्यपि कम्पने खलु धूयि विधूनने इति विधूनने ओ विधूनने जुप् संथिङ्ग् लैक् दट् दट् कम्पने एव खलु तत्र धू धू कम्पने इति अस्ति ह्रस्व ह्रस्व अपि अस्ति ह्रस्व अपि अस्ति वा धू धू इति समानमेव अस्ति वा स्वादौ सत्यं सत्यं धू इति ह्रस्वः कुत्र तदपि समानार्थः उकारान्तदातवः कृते न दत्तं खलु उकारान्तदातवः धुञ् कम्पने इति स्वादौ एव ह्रस्वः अपि अस्ति तद् धुनोति धुनोति इत्येव आगच्छति धुनोति धूयि सत्यम् समानार्थकौ एतत् विधूनने इति धू विधूनने तुदादि क्रयात् धूयिङ् कम्पने इति धातु अर्थः तु समानः एव धूयिङ् कम्पने इति त्रयः क्रयादौ चुरादौ सर्वदा भवति क्रयादौ स्वादौ चुरादौ तुदादौ एव धू विदूनने इति. सो तु विदूनने कम्पनमेव अर्थः, परन्तु विदूनने धातुः एव प्रायः तत्र पूर्वम् उक्तम् खलु, धूयि इति धूयि विदूनने इति उक्तं, परन्तु विदूनने अपि कम्पनि एव खलु, धूयि कम्पनि एव, धू कम्पनि, धू कम्पनि, धूयि कम्पनि, सत्यम्. अतः धू धातोः चत्वारि रूपाणि खलु इदानीं, धवितव्यं, धोतव्यम्, इदानीं किं भगिन्या उक्तं खलु, परन्तु तद् आम् सत्यम्, आमां धोतव्यमिति तत्र ये धू इति सामान्यधातुः अस्ति, उकारान्त अस्ति, तर्हि अनिट् अतः धोतव्यं, धू इत्यपि तत्रापि तत्र कुटादित्वात् धोतव्यं, सत्यं क्षम्यतां, तत्र कुटादित्वं कुटादित्वात् उवाङ्गादेश, उवाङ्गादेश, धुवितव्यं, धुवितव्यं, धोतव्यं, धवितव्यम् इति रूपत्रयं, धू विदूनने, विदूनने. आं भगिनि अग्रे गोवति अभवत्, ऋकारान्त, ऋकारान्तदातवः सामान्याः ऋकारान्तदातवः, अत्र गुणकार्यं भवति यथा अपेक्षितं सार्वधातुकार्धधातुकयोः इति सूत्रेण. अस्तु, व्रीङ् व्रिङ् इति द्वौ धातु सेटौ, स्वृ धातुः वेटः, एतान् त्रीन् धातून् विहाय अन्ये सर्वे एकाचः ऋकारान्तदातवः अनिटः. अस्तु, व्रीङ् व्रीञ् स्वृ, कृयोगः तव्यत् सार्वधातुकार्धधातुकयोः गुणकार्यप्रसक्तिः अस्ति, कर्तव्यम्. अत्र गुणकार्यं भवति ओके, सो अतिदेशसूत्राणि नास्ति इति, ओके, ऋकारान्ताः कृतव्यं, कर्तव्यं, कृयोगः तुमुन् कर्तुं, कृयोगः तृच् कर्तृ भवति, कर्ता कर्त्री त्रिषु लिङ्गेषु अपि भवति, तदा एव धृ योगः तव्यत्. नौ दिस् दिस् धृ, ओ दिस् इस् धृ, ओके ओके, नाट् धू, धृ योगः तव्यत् सार्वधातुकगुणकार्यं, धर् धर्तव्यं, धर्तुम्, अपि च त्रिषु लिङ्गेषु धर्ता, धर् धर्त्री, धर्तृ, तदा एव भूयोगः, भृ नाट् भृ योगः तव्यत्, भर् योगः तव्य, सो भर्तव्यं, भर्तव्यं, भर्तुं, भर्तृ, भर्तृ भवति, अनन्तरं भर्ता पुल्लिङ्गे, भर्त्री स्त्रीलिङ्गे, अण्ड् भर्तृ एव भवति नपुंसकलिङ्गे. अस्तु, किमपि विशिष्टकार्यं नास्ति, गुणा अनन्तरं योग योजनमेव. अस्तु, ब्रीं व्रिञ्ज् इति द्वौ धातु सेटौ, दीस् धातु सरल् अन्य ऋकारान्तदातवः अनिटः. व्रीं व्रिञ्ज् इति द्वौ धातु सेटौ, वृतो वा, वृतो वा ऋकारान्तेभ्यः धातुभ्यः ईटो वा दीर्घः भवति. वृ इत्यनेन व्रीं व्रीङ्गोः सामान्येन ग्रहणं, भगिनि वृतो वा सूत्रं, परन्तु वृ धातोः कृते वा, सत्यं, ऋकारान्तेभ्यः धातुभ्यः ईटो धातुद्वयं, वृ वृङ् इति धातुद्वयं, तत्र वृ इत्यनेन उक्तम्, तत्र दीर्घ दीर्घऋकारान्तस्य अपि ग्रहणम् अस्ति खलु तत्र विकल्पेन ऋकारान्तेभ्यश्च ऋधातुः ऋधातुः इत्यनेन धातुद्वयं ऋकारान्ते सवर्णदीर्घ तदा एव वृ भवति सूत्रे सत्यं सवर्णदीर्घसन्धि वृधातोः ऋकारान्तद्य धातोः ओके इटो वा दीर्घः भवति ओके वृ इत्यनेन व्रीङ् व्रिञ्च् सामान्येन ग्रहणम् अस्तु व्रिङ् योगः ई योगः तव्यत् गुणकार्यं वर् योगः इतव्य अनन्तरं वृतो वा इत्यनेन वरितव्यम् अपि च वरीतव्यम् ओ इटो वा दीर्घः भवति ओके इटः अस्ति ओके अनन्तरं वृतो वा इत्यनेन दीर्घः भवति ओके ओके वरितव्यं वरितव्यं सो वृतो वा इत्यनेन दीर्घः एव भवति ओके ओके दीर्घः एव भवति परन्तु धातोः इडागमः अस्ति ओके अस्तु व्रिङ् अपि च व्रिङ् द्वयोः अपि ग्रहणम् अपि च ऋकारान्तधातुभ्यः ओके अस्तु व्रिङ् योगः तव्यत् तदा एव गुणकार्यम् इडागमः प्रथमम् इडागमः अनन्तरं गुणकार्यम् अस्ति सो अनन्तरं दीर्घ अपि भवति सो व्रिङ् योगः ई योगः तव्यत् इति कृते गुणकार्यं वर् वर् योगः इतव्य तत् रूपसमानमेव इतव्य वृतो वा इत्यनेन वरितव्यं वरीतव्यं परन्तु धातु व्रीङ् अपि च व्रीङ् धातु भिन्नः अस्तु वरितव्यं वरीतव्यं वरितुं वरीतुम् ओके स्वृ स्वृधातुः वेट् सो अस्तु स्वृधातुः वेट् इडादिपक्षे स्वृयोगः ओ वेट् इत्यनेन इडादि अपि च अनिडादि ओके स्वर्योगः ई योगः तव्यत् गुणकार्यं स्वर्योगः इतव्य इतव्य स्वरितव्यं स्वर्योगः ई योगः तुं गुणकार्यं स्वर्योगः इतुं स्वरितुम् अस्तु ऋकारस्य स्थाने अर् अरि स्वरितुम् ओके स्वर्योगः स्वृ स्वर्योगः ई योगः तृच् स्वर्योगः इतृ स्वरितृ अनन्तरं प्रथमाविभक्ति त्रिषुलिङ्गेषु स्वरिता स्वरिता पुल्लिङ्ग स्वरि स्ववि न स्वरि त्री नटी शब्दवत् स्वरि त्री स्त्रीलिङ्ग स्वरितृ स्वरितृ टफ् टु से स्वरितृ सो नपुंसकलिङ्गं नपुंसकलिङ्गं नपुंसकलिङ्गे प्रथमाविभक्ति एकवचनं सवित्रीणि इति दट्स् वाट् ऐ वास् थिंकिंग अस्तु अनिडादिपक्षे स्वृयोगः तव्यत् गुणकार्यं स्वर्योगः तव्य स्वर्तव्यं स्वृयोगः तुमुन् ओके गुणकार्यं स्वर्योगः तुं स्वर्तुं स्वृयोगः तृच् गुणकार्यं स्वृ योगः तृ स्वर्तृ स्वर्ता स्वर्त्री स्वर्तृ स्वर् धातु किं वाट् इस् द मीनिङ्ग् भगिनि स्वर् स्वृधातुः वेट् वि हेव् सीन् देट् दिस् थिङ्ग्स् स्वर शब्द एव ओ स्वर् स्वर स्वर ओके टु सौण्ड् इट् तदेव अहं न जानामि सौण्ड्स् करेक्ट् रैट् दीर्घस्वरित अपि वि से देट् रैट् ह्रस्वदीर्घदात नो नो नोदात अनुदात्त स्वरित वि से देट् स्वरित उदात सौण्ड् इति अर्थः शब्दोपतापयोः शब्द उप शब्द उपातापयोः टु सौण्ड् टु बि इल् टु इरिटेट् टु ट्रबल् सर्वमस्ति शब्द करना रोगी होना रोगी होना दुख देना सताना सर्वं भवति गुरु भुआदिगण्यः एव स्वरति स्वरति इति रूपम् अतः एव खलु स्वरति श्रूयति अत्र वैकल्पिकदीर्घत्वं नास्ति खलु व्रीङ् व्रीङ् इत्यस्य वैकल्पिकदीर्घत्वम् आम् आम् आम् आम् सत्यम् आम् सत्यम् दीर्घः सामान्यऋकारान्तः अतः सत्यं सत्यं वृ व्रीङ् इत्यनयोः एव तत्र वैकल्पिकदीर्घत्वं वृतो वा इत्यनेन समीचीनं सम्यक् धन्यवादः भगिनी धन्यवादः अरुणा भगिनी स्थानं प्राप्तं वा ऋकारान्तदातवः क्षम्यतां भगिनी लम्बेन आगतवती नास्ति चेत् अवश्यम् ऋकारान्तदातवः अत्र गुणकार्यं भवति तत् तत् अपेक्षितं सार्वधातुक आर्तधातुकयोः इति सूत्रेण यथा अधीतवन्तः इदागमपाठे सर्वे एकाचः ऋकारान्तदातवः सेटः ओके ऋकारान्तदातवः गुणकार्यं भवति सार्वधातुक आर्धधातुकयोः इति सूत्रेण सर्वे दीर्घरूकारान्तदातवः सेटः इति वयं पठितवन्तः पूर्वं त्रुयुगः इ युगतव्य सार्वधातुक आर्धधातुकयो इत्येन थर् युगः इ युगतव्य तरितव्य ऋतो वा इत्यनेन ऋकारान्तेभ्यश्च दातभ्य इतो वा दीर्घो भवति इति न तरितव्य तरितव्यं तरितव्यं तरितव्यम् एवमेव तरितुं तरितुम् एवमेव तरितृ उतरिता तरित्रि तरितृ तरितृ उतरिता तरित्रि तरितृ श्रु इति श्रुवति सरिता शरितव्य शरितव्यं शरितुं स्वरि स्वरिता स्वरित्री स्वरितृ ध्रु इति कथं स्वागच्छ शरितव्यम् ओके शरितव्यं शरितव्यं शरितुं शरितृ शरित्री सरित्रिता सरित्रि सरित्रि सरितृ ज्रु सर्वत्र एकः ह्रस्वरूपम् एकः दीर्घ एक दीर्घरूपं जरितव्य जरितुं जरितुं जरितुं जरित जरित्रि जरितृ जरितं गुरु अत्रापि गरितुं गरितुं गरितव्यं गरितुं गरितव्यं गरितृ गरिता गरिता गरित्रि गरितृ गरीता दीर्घ गरीता गरित्रि गरितृ श्रु किमर्थं भवती तदेव अतः तत्र वृतो वा इत्यनेन रूपद्वयं सर्वत्र इति सर्वेषाम् अजन्तधातूनां तव्यत्वं तृच् रूपाणां सिद्धिः समाप्तः भवादिगणात् आरभ्य प्रयादिगणपर्यन्तं सर्वेषां सेटां हलन्तधातूनां तव्यत्वं तृच् रूपसिद्धिः हलन्तधातुः आधिक्येन सेटः इति जानीमः यावन्तः हलन्तधातवः सेट् तेषु ए लघु उपधा दातवः न तेषां किमपि कार्यं नास्ति, केवलं वर्णमेलनमेव. ओके, अधुना भवादिगणः आरभ्य त्रयादिगणपर्यन्तं हलन्तधातूनां तद्यत्तत्त्वं तृच् रूपसिद्धिः पठेमः. हलन्तधातूनाम् आधिक्यतया सेट् धातवः. हलन्तधातवः सेट् अस्ति चेत् लघुबुधा दातवः नास्ति, कार्यमपि नास्ति, किमपि कार्यं नास्ति, केवलं वर्णमेलनं. सामान्य हलन्ताः यथा अर्च पूजायाम् अर्चितव्यम् अर्चितुम् ओ अन्य चर्च रूपाणि वदामि भगिनि. अर्चितव्यम् अर्चितुम् अर्चितृ अर्चिता अर्चित्री अर्चितृ चर्चा परिभाषा परिभाषणहिंसा तर्जेषिं हिंसा तर्जनेषु तर् सिंहा तर्जनेषु चर्चा चर्चितव्य चर्चितव्यं चर्चितुं चर्चितृ चर्चिता चर्चित्री चर्चितृ द्वयातृ यङ्ग्याम यङ्चायां किमर्थं भगिनि यङ्चायां याञ्चायाम् अर्थं किं भगिनि अत्रापि कोऽपि कार्यम् अत्रापि कार्यं गुणकार्यमपि नास्ति. याचितव्यं याचितुं याचितृ याचिता याचित्री याचितृ घटचेष्टायां गुणकार्यं नास्ति. घटितव्यं घटितुं घटितृ घटिता घटित्री घटितृ वनशब्दे वनशब्दे वन वनीय वनितव्यं वनितुं वनितृ वनिता वनित्री वनितृ प्रस् विस्तारे प्रस् प्रसितव्यं प्रसितुं प्रसितृ प्रसिता प्रसित्री प्रसितृ एवमेव पट् पट् वद् मिल् मुष् मुष् पट् तत्रापि पठितव्यं पठितुं पठितृ पठिता पठित्री पठितृ वद् वदितव्यं वदितव्यं वदितुं वदितृ वदिता वदित्री वदितृ मीला मेलितव्यं मेलितुं मेलितृ मेलिता मेलित्री मेलितृ मूष् दीर्घ उकार इत्यपि मूषितव्यं मूषितुं मूषितृ मूषिता मूषित्री मूषितृ एवमेव एवमेव तुमुन् रूपाणि तृच् रूपाणि च वक्तानि. दातवः लघु उपधा तेषां पगन्तलघु उपधस्य च इत्यनेन उपधा गुण भवति भवति. सेट् इदुपदातवः लिक् लेक् युगितव्य पुगन्तगुणकार्यं लेक् इतव्य लेखितव्यं लेखितव्यं लेखितुं लेखितृ लेखितः लेखित्री लेखितृ मिद् इतव्य पुगन्तलघुपदस्य गुण मेद् मेदितव्यं मेदितुं मेदितृ मेदिता मेदित्री मेदितृ चित् इतव्य पुगन्तलघुगुण चेतितव्यं चेतितुं चेतितृ चेतिता चेतित्री चेतितृ सेट् यदुपदातव एकः एव कुटादिगणेयः. डिप् धातुः गणगाङ्कुटादिभ्यो निर्णि इति सूत्रेण कुटा कुटादिगणय धातुभ्यः नित् नित् भिन्न प्रत्यय नित्वं भवति नित्वं भवति अतः उपादायाः किनिति जातेन गुणनिषेधः भवति डिप् इत्तुमुन् डीपित्तुं गाङ्कुटादिभ्यो निणि नित् पठामि भगिनि केवलम् अनुवृत्ति केवलं गाङ्कुटादिभ्यः ऐनि नित् नित् किनिति च अपि वयं जानीमः किनिति च एकः गुणवृद्धिः न गुणवृद्धिः केवलम् आम् सत्यम् अतः तत्र गाङ्कुटादिभ्यो ङित् णित् इत्यनेन सेड् इतुबदधातवः एकः एव डिप् दातु डिपितुम् इति रूपं भवति समीचीनं भगिनि धन्यवादः धन्यवादः सामान्यं महोदय भवान् विजय इत् विजय इत् विज् धातुः युगादिगणीय विज् धातुः ओ विजि भयशरणयोः इत्यासन् सर्वे विधीयमानः इडादिप्रत्ययः नित् वद् भवन्ति अनुवर्तते सूत्रमस्ति विजः इट् नित् इति तत्र यदि इडादिप्रत्यय अस्ति चेत् तत्र णित् वत् भवति अन्यथा सामान्यगुणः भवेत् भूगद्रयोगिगुणः भवति अन्यत्र यथा उद्योग विज् इति एतत् तत्र इडागमः भवति भव्यत् उद् विजितव्यम् उद्विजितव्यम् इति भवति उद्विजिता उद्विजितुम् इति सर्वत्र पुगन्तलघुवतस्य प्रसक्तिः परन्तु विज ईट् इत्यनेन निस्वर् भवति इति अस्ति सेट् उदुपदधातवः ये सेटः धातवः उदुपदाः तेषां पुगन्तलघुपदस्य इत्यनेन उपदागुणः भवति मुद् इति अस्ति मोदितव्यं मोदिता मोदितुम् इति प्लुस् प्लोषितव्यं प्लोषिता प्लोषितुम् इति भवति कुटादिगणे सेट् उदुपददातवः तत्र गुणनिषेधः भवति गाङ्कुटादिभ्यो नित् नित् इति येन तत्र कुटादिगणे हलन्दातवः सन्ति डिप् डिपितव्यं डिपितुं डिपिता कुच् कुचितव्यं कुचितुं कुचिता भुज् भुजितव्यं कुटु कुटा कौटिल्ये इति अस्ति अत्र कुटिता इति भवति कुट् संश्लेषणे कुटिता कुट् विकसने सर्वत्र गुणः न भवति स्फुटिता मुट् मुटिता टुट् छेदने एतानि टकारान्ताः सर्वे छेदः भवति त्रुट् कलहकर्मणि त्रुट् छेदने इति त्रुटितुं त्रुटिता इति त्रुट् कलहकर्मणि त्रुटितव्यं त्रुटिता इति छुट् छेदने इति छुटिता छुट् अपि तत्र महाप्राण छुटिता इति भवति झुट् झुटिता लुट् संश्लेषणे लुटिता गुट् प्रतिघाते गुटिता गुड् गुडिता कुड् बाल्ये कुडिता इति कुडि इति पञ्जाबीभाषायामस्ति कुडि इति सत्यं पुडु उत्सर्गे उत्सर्गे पुडितव्यं पुडिता इति तुडु तोडने तोड्नाय हिन्दी भाषायामपि तुडितव्यं तुडिता इति तुडु संवरणे तुडितव्यं तुडिता इति तुडु संवरणे तत्र तुडु तुडु इति द्वयमपि तुडिता इति ुरुडु इति एते समानार्थकाः दातवः सर्वत्र गुणनिषेध स्फुडिता स्फुडिता स्फुडिता व्रुडिता इति तत्र सर्वं समानार्थके अग्रे क्रुडु निमज्जने क्रुडितव्यं क्रुडिता इति तुर् तुरिका तुरितव्यं छेदने तुरिता इति भवति गुरि उद्यमने तत्र गुरि इति कन्नडभाषायाम् अस्ति गुरि इति एम् इति वाट् इस् वर् एम् गुरितव्यं गुरिता स्फुर् सञ्चरणे स्फुरितव्यं स्फुरिता इति स्फुल् सञ्चरणे तदपि समान अस्ति स्फुलिता स्फुलितम् इति बृड् निमज्जने सर्वत्र गुणनिषेधः बृडितव्यं बृडितुं बृडिता कृड् धन घनत्वे घनस्य तत्र घन कर्ड् इति तत्र क्रीड् घनं भवति घनी भवति प्रायः आङ्ग्लभाषा क्रीडितव्यं क्रीडितुं क्रीडिता इति एतेषु नितिच इत्यनेन गुणनिषेधः कुटादित्वात् नितिच इत्यनेन गुडकुटादित्वा णित्वद् भवन्ति निटिचैतन्येन इति सत्यम्. अग्रे प्रायः उषा भगिनी पठेत् महोदय. सम्यक्, तदेव कुटादिगणीयधातवः अतः तत्र गुणनिषेधः. गाङ्कुटादिभ्यो ङिते इति अतिदेशसूत्रं ङित्वद् भवति, अनन्तरं गुणनिषेधः. उषा भगिनी ऋतुपदधातवः सेत् भगिनि सेत् ऋतुपदधातवः. सो कुडादिगणीयधातोः मोस्ट् आफ् देम् आर् उकारान्त उकारान्त गुण नास्ति. उपदा उकार उकार उपदा उकार डिप डी डिप एव इकारान्त. सत्यं सत्यं. मोस्ट् आफ् द धातुस् वी डोण्ट् इवन् हियर् अदर् देन् वाट् महोदय वास् सेङ्ग्. सत्यं सत्यं. वयं तु गच्छति पठति इति तत्र एव मम लोकः अस्ति. गच्छति स्थाने अपि वयं व्रजति इति कदापि न लिखामः. गच्छति पठति तावदेव खलु. स्फुरति इति स्फुर बाल्ये इति इदानीं स्मरामः. स्फुड dakar da ta da da ta and da. Okay, so then we should know it's a lot of them maybe. Yada vayam lekhanam kurmaha kalu sada eva tatra vocabulary vidhat bhavati vadana samaye tu vadanam ityukte tad prayah half an hour eka ghanta tavadeva vadamaha kalu tatra bahu kimapi na bhavati. पठनम् अनन्तरं लेखनं लेखनं कुर्मः तत्र सर्वत्र गच्छति गच्छति इति न लेखितुं शक्नुमः खलु. तदा वि विल् स्टार्ट् यूसिङ्ग् डिफ्रेण्ट् वर्ड्स्. तद् वि आर् नाट् डूयिङ्ग् दट्. चलति चलति याति तद् तदपि तदपि व्याकरणलेखनम् इति व्याकरणलेखनम् इत्युक्ते तद् संशोधनं लैक् रिसर्च् पेपर्स् तत्र वयं लिखामः. एतादृशलेखने अपि बहु किमपि नास्ति खलु. अत्र यदा तत्र जालपुटलेखने तु किमपि अधिकं नास्ति. प्रायः अन्य साहित्यं वा अन्य किमपि दार्शनिकं काव्येषु एव तत्र वयं गन्तुं शक्नुमः. तत्र आवश्यकमस्ति खलु. तत्र तस्य छन्दानुसारं भिन्नभिन्न धातूनां प्रयोगं कुर्वन्ति. सत्यं, तादृशेषु स्थलेषु अन्य दर्शनेषु तत्र किमस्ति अत्र अवधाने तत्र निषेधाय भवति खलु. तत्र तत्र नाम अस्माकं तत् धातूनां ज्ञानमस्ति चेत् भवति. सत्यं, तत्र समानार्थक भिन्नभिन्नाः भवन्ति खलु. अतः तत्र तेषां तत्र शब्द ज्ञानम् अधिकं भवति चेत् सत्यम्. एतद् व्योमा मध्ये तद् राघव यादवीयम् इति पाठयन्ति इदानीमेव प्रारब्धं. तत्र अनुलोम विलोम एकस्मिन् पक्षे रामायण फस्ट् श्लोक एव अभवत् ह्यः यूट्यूब् मध्ये अपि प्राप्यते. तत्र बहु बहु सम्यक् अस्ति. टु इवन् थिङ्क् लैक् दट् इस् आश्चर्यम्. सत्यं सत्यं सत्यं. तत्र बेङ्गलूर् मध्ये एक शङ्कर राजारामन् शङ्कर राजारामन् इति अस्ति डाक्टर् न्यूरोलजिस्ट् बहु प्रसिद्धः अस्ति. तत्र चित्रकाव्येषु बहु निष्णातः अस्ति. बहु शङ्कर राजाराम हि इस् वेरि फेमस् एक्चुलि वास् अवार्डेड् सेटल् अवार्डेड् आल्सो इस् यङ्ग् एक्चुलि मस्ट् बि अरौण्ड् नौ 45 शङ्कर डाक्टर् शङ्कर राजा न्यूरोलजिस्ट् निमान्स् इस् निमान्स् एक्चुलि वेरि फेमस् चित्रकाव्येषु इस् वन् आफ् द टाप् चित्रका इन् इण्डिया. चित्रकाव्य यु केन् कन्सिडर् हिम् दट् इस् वेरि डिफिकल्ट् सत्यं सत्यं बहु बहु आम् आं चित्रकाव्यम् आं सा प्रदर्शितवती अपि कथं चित्रकाव्यं कथं भवति तस्य लेखनं सर्वं ह्यस्तनवर्गे एव कथं भवति इति तत्र बहु बहु कठिनम् अस्ति वोकाबुलरि बहु सम्यक् अस्ति चेदेव वयम् एकम् अट्लीस्ट् वन् पादम् एकं पादमपि न लेखितुं शक्नुमः तत्र अवधाने अत्र निषेध भवति खलु तत्र बहु क्लेशः भवति तत्र एतत् आवश्यकमस्ति सत्यं सत्यं वयं केवलं धातोः रूपाणि एव पठामः तस्य उपयोगं कुर्मः चेदेव प्रायः तत्र प्रयोगे कर्तव्यं खलु केवलं कथं रूपं साधनीयम् इति पठामः चेत् लाभः तु नास्ति एव तत्र काश्चन श्लोकान् पठितवान् तत् किमपि न अवगतं चित्रकार्येषु किं किमर्थम् इति तत्र साधारणधातूनाम् एव नास्ति तत्र किमपि अवगन्तुं क्लेशः अस्ति सत्यं ह्यस्त प्रथमश्लोकः ह्यस्तनवर्गे सा पाठितवती खलु तत्र आर इति धातुः आसीत् आर इति तत्र लिट् रूपं प्रायः लिट् रूपम् इत्येव उक्तवती आम् ऋ धातुः ऋ धातोः लिट् रूपं प्रथमश्लोकः ऋकारान्त ऋ केवलं ऋ इति धातुः तस्य लिट् रूपम् आर इति आगतं तस्य एव यथा वयं विलो प्रतिलोम खलु विलोम इत्यत्र धातुः भिन्नः आगच्छति बहु इत्युक्ते बहु डीप् अस्ति तत्र एकः श्लोकः एकस्मिन् वर्गे पठामः चेदेव बहु अधिकम् तत्र परन्तु अत्र समानार्थकः अस्ति परन्तु अत्र भिन्नः सत्यं भिन्नार्थः भवति तादृशसरलः नास्ति महोदय तत्र अर्थः तत्र कुत्रचित् ते विसर्गः योजयन्ति कुत्रचित् विसर्गः निष्कासयन्ति विलोमे यदा विलोमे क्षम्यता प्रतिलोमे नियमः भिन्नः अस्ति तत्र रिवर्स् मध्ये गच्छन्ति चेत् तत्र कुत्रचित् योजयन्ति कुत्रचित् विसर्गस्य निष्कासनं कृत्वा तत्र सन्धिं कुर्वन्ति अतः तत्र वयं कथं तद् अवगन्तुं शक्नुमः इति किञ्चित् क्लेशः एव धातु अपि डिफ्रेण्ट् भवति भगिनि तद् भवन्तः पश्यन्तु तद् यूट्यूब् मध्ये अपि अस्ति भगिनी साधारणकाव्यमपि न जानामि सत्तु सत्यं सत्यं सत्यम् अधिकं शृणुमः किमपि किञ्चित् वा ज्ञातुं प्रभवामः इति इच्छा तावदेव नास्ति तत्र तत्र मनसि न तिष्ठति तत्र तादृश भवति सत्यं अहं नारायणीयं पठितवान् सम्पूर्णं तत्र अर्थ पुनः एकवारं पुनः पठने पुनः तस्य अहं विस्मृतवान् सम्पूर्णं तत्र शब्दार्थ किमर्थं नारायणी किञ्चित् क्लेशः अस्ति खलु पठितवान् बहु सम्पूर्णं पठितवान् शब्दानां तत्र शब्दार्थ तत्र यत्र अन्वयः कः अर्थः इति परन्तु पुनः तत्र आफ्टर् सम् टैम् ऐ एम् नाट् एबल् टु रिकलेक्ट् वाट् इस् can't modya but then I look into the meaning I haven't heard any satyam satyam tad bhashayah mahatvam kalu tad adhikam pataniyam adhikam tatra eva yada vayam tadeva jivanam iti stasyamaha cheta agacchati parantu asmakam tu hobby va asti atah tad na stasyati पार्ट् टैम् अस्ति तत्र न भवति अतः एव फुल् टैम् करणीयम् तद् बहु सत्यं, तद् बहु सत्यं, बाल्यकालात् आरभ्य यदा वयं सत्यं, तत् बहु सत्यम्, अग्रिमजीवने किमपि तदेव. That I'm going to say in every jeevan. Vismaranam bhavati kalu. Tatra manushya jeevan, that manushya janma we should get, no, then only. Satyam. Satyam. Otherwise, even though you have the knowledge, then you cannot use it. But Krishna satyam gives guarantee more there. We have to remember. No, you will get it. It will it get transferred. But the only thing is, when we get there, then only we'll be able to do that. Satya. Kasya krite punyam kurmaha. Astu bhagini. Kutra. Set ridupada dhatavaha. ये षेट् धातवः ऋद् उपदाः तेषां पुगन्तलघुपदस्य च इत्यनेन उपदागुणः भवति. ओके, वृष्य, बट् दीस् धातु दे आर् नाट् इन् कुटादिगण, कुटादिगणः नास्ति. अस्तु, षेट् ऋद् उपदधातवः वृष् योगः इतव्य सेट् पुगन्तलघुपदस्य च गुण वर्ष योगः इतव्य वर्षितव्यम् वर्षितुं वर्षिता वर्षिता भवति. आम्, वर्षिता अन्ते स्त्रीलिङ्गरूपं किं वर्ष वर्षित्री वर्षित्री वर्षित्री अण्ड् वर्षितृ न सत्यमेव वर्षितृ. ओके, हृष् योगः एतव्य तथा एव गुण अपि च हर्षितव्यम् हृष् धातु हर्षितव्यं वृष् योगः इतुं वृष् योगः इतुं ओ दे हेव् गिवन् वर्षितुं. सो ओके, हृष् योगः इतुं हर्षितुं ओ ओ ओके दे हेव् गिवन् द होल् थिङ्ग्. ओके, वृष् योगः इतृ वर्षिता वृष् हृष् योगः इतृ हर्षिता. अस्तु, ओके, कुटादि कुटादिगणीयौ सेटौ ऋद् उपदधातु द्वौ कृङ् भ्रीं क्रिड् ब्रिड् एव. ओ, क्रिड् क्रिड् क्रिड् ब्रिड्. सो दिस् यदपि टकार डकार एव. ओके, पूर्वमपि वयं दृष्टवन्तः खलु कुड् उड् उड् तुड् सत्यं क्रिड् महोदयेन उक्तं खलु कर्ड् thicken to solidify, dridh ya katin hona. Krid, karid. This is the krid angla bhasha guna abhavat. Satyam, krid karid abhavat atra tu guna nishedaha. Gaang kutadibhyo nityanena guta kutadi ganiye bhyadadibhyah nit bhinna pratyaha nitvad bhavati. अतः एभ्यः धातुभ्यः ङिति च इत्यनेन गुणनिषेधः भवति. कुड् योगः ईतव्य गुणनिषेध कूटि कुडितव्यं न क्रीडितव्यं क्रीड् क्रिड् धातु. ओके, क्रिड् क्रिड् योगः ईतव्य क्रीडितव्यं भ्रिड् योगः ईतव्य भ्रीडितव्यं क्रिड् योगः ईतुं क्रीडितुं भ्रिड् योगः ईतुं भ्रीडितुं क्रिड् योगः ईतृ क्रीडिता भ्रिड् योगः इतृ भ्रीडिता. अस्तु, तत्र सर्वत्र भ्रिडां क्रीडा इति धातुः अस्ति उपदेशे अजनुनासिक इत् अनन्तरं क्रिड् ब्रिड् इति आगतम्. अथवा अस्माकं भ्रमः भवति खलु क्रिड् ब्रिड् इत्युक्ते ढकारस्य हलन्त्यम् इत्यनेन लोपः भवितुम् अर्हति इति, तादृशं नास्ति. धातुः क्रीडा ब्रिडा इति ब्रिड् इत्युक्ते कः अर्थः ब्रिड् निमञ्जने ब्रिड ब्रिड निमञ्जने अनुनासिकलोपः. किम् उक्तवती भगिनी पूर्वं क्रीड ब्रिड अस्ति क्रीडा क्रीडा क्रीडा इति आम् सत्यम् उपदेशे अजनुनासिक इत् ओके ओके सर्वदा क्रिड् क्रिड् इति धातुः अस्ति चेत् अस्माकं सर्वदा तत्र डकारसि संज्ञा इत्येव चिन्तयामः खलु, तादृशं नास्ति. धातुः क्रीडा इति अनुनासिक अनुनासिकान्तधातुः न तु हलन्तधातुः नास्ति. अस्तु, ृड बृड एव वा अथवा आल् द अदर् टकार टकार डकार तुड तुड ओ धातु पुड कुड सर्वत्र पुड पुड तुड आम् सत्यं. कुडितव्यम् इति अस्ति खलु, अथवा तत्रापि डकारस्य इत्संज्ञा कृ सन्ति, क्रोतव्यम् इति भवितुम् अर्हति खलु. कृड सर्वत्र सर्वत्र यदा भव आम् सत्यं सर्वत्र अनुनासिकान्तदातौ अनुनासिकान्त न अनुनासिकस्य इत्संज्ञा आदितस्य इत्यनेन तत्र निष्ठ तत्र नकारः भवति अतः एव तत्र प्रयोजनम् इति चिन्तयामि. आदित आदितस्य सूत्रमस्ति खलु तत्र आदितस्य इत्यनेन तत्र निष्ठ तत्र तत्र नकारः भवति. अस्तु, ओ ओ अतः एव मिन्नः इति तत्र स्विन्नः त्रिविधा स्विन्नवान् स्विन्नः लाभः तत्र अकारस्य लाभः. ओके, किम् उक्तवान् महोदय? किम् आदितस्य इति सूत्रमस्ति, तद् एतत् आदिधातुः अस्ति खलु, आकारान्त इत् अस्ति खलु, तत्र निष्ठादकारे तत्र तत्र नकारः भवति नकारस्य नकारः मिन्न छिन्नवान् मिन्नवान् मिन्नः निष्ठादकार. ओके ओके रैट् रैट् रैट् ओके. अनुबन्धस्य किं प्रयोजनम् इति उक्तवान् महोदय, अकारस्य सो दण्डर् रथाभ्यां निष्ठातो नः आदितश्च इति सूत्रम् अस्ति खलु, आकारः आकार आदितश्च सेवेन् टु सेवेन् टु सिक्स्टीन् इति अस्ति तत्र सेवेन् टु सिक्स्टीन् इडागमः न भवति इति क्षमतां तत्र इडागमः न भवति ओदितश्च ओदितश्च इस् द वन् वेर् द नकार आफ् द निष्ठा न न आदितस्य इत्यनेन इडागमः न भवति निष्ठा क्षम्यता तदा भवति निष्ठायाम् इडागमः न भवति. आम् सत्यं निमिदा मिलितः अस्ति खलु नकार अस्ति खलु यस् सेवेन् टु लाड् आफ् इडागमः सूत्र बट ओके रथाभ्यां निष्ठातो इस् 8 to 42 सो दट् देर् इट् इस् ओदितश्च अण्डर् दट् दट् इस् नकार तकार नकार भवति. अत्र तु धातो निष्ठायाम् इडागमः न भवति, निमिदा इत्युक्ते मिन्नः मिन्नवान् इति रूपम्. ओ अस्तु अस्तु, अत्र तद् नास्ति. अस्तु भगिनि, सो सेट् गाङ्कुटादिभ्यो विडे. ओके, कृप् धातु, कृप् धातु कृप् योगः इतव्य पुगन्तलघुपदस्य च कर्प् योगः इतव्य कृपोरोलः इति कृप् इत्यनेन कृप् धातोः रेपस्य लकारादेशः कल्प् योगः इतव्य कल्पितव्यं कृपोरोलः वयं पूर्वं दृष्टवन्तः कृप् धातोः रेपस्य लकारादेशः भवति कृपः उः कृपः रः लः डन् दिस् सो मेनि टैम्स् बट् सत्यं कल्पितव्यम् इति रूपं सत्यं कृप् धातो समीचीनं प्रायः अरुणा अरुणा भगिनी अस्तु आं भगिनि ग्रह धातुः ग्रहो ग्रहोर्लिटि दीर्घः एकाच् ग्रहेः विहितस्य इत् दीर्घः स्यात् न तु लिटि. ओके, ग्रह् धातु कुटादिभ्य न भगिनि नास्ति ओके गृहो गृहोलिति दीर्घः इति सूत्रेण गृह्धातु इट् दीर्घः भवति न तु लिटि लिट्लकारे उदाहरणमत्र प्रक्रिया अस्ति गृह्योगयितव्य गृहोर्लिट्टि दीर्घः इति सूत्रेण गृहीतव्यः गृहीतव्यं गृह्योगयितुं गृहोर्लिट्टि दीर्घः इति गृहीतुं गृह्यतृ गृहीर्लो गृहो लिटि दीर्घः इत्यनेन गृहीता गृहीतृ गृहीता गृहीत्री गृहीतृ छच्छिङ् धातुः छच्छ् धातोः ख्या क्ष इति आदेशौ यद्यपि छच्छ् धातुः सेत् तथापि तस्य ख्या क्ष इति धातोदेशौ अनितौ ओके सामान्यतया छिङ् इति धातु छच् धातु सामान्यतया सेतः परन्तु प्रत्ययख्या अर्क्ष इति आदेशः दात्वादेशः अस्ति चेत् अनिट् भवति छच् युगतव्यत् ख्या युगतव्य ख्यातव्यं ज्ञातव्य छच् युगतव्यत् क्षातव्य क्षातव्यं क्षातव्यं छच्छिङ् ख्यान् ख्यातव्यं ख्यातव्यम् एवमेव तुमुन् ख्यातुं ख्यातुं ख्यात ख्यात अत्र ख्यात्री क्षात्री ख्यातृ क्षातृ छच्छिङ् धातोः आददातुकप्रत्ययपदे ख्याङ् आदेशः किन्तु अत्र भाष्यकारे वदति यत् क्षादिः अयमादेशः इत्युक्तौ आदेशः ख्या न अपि तु क्षा तदा चत्वादेशेन क्षा भवति अपि च पूर्वत्र सिद्धम् इति आधिकारे एकं वार्तकमस्ति क्षाङ् शस्येयो वा वक्तव्यः अनेन क्षाङ् इति आदेशस्य षकारस्य विकल्पेन यकारादेशो भवति फलितार्थः अयं यत् आददातुकप्रत्यये परे छच्छिङ् धातोः स्थाने क्याङ् क्षाङ् इति द्वौः आदेशौ सिद्धौ एकवारं ख्याङ् अपरस्मिन् पक्षे क्षाङ् सामान्यतया ख्यात् अनिक्षा परन्तु छच्छिङ् राजदातकप्रत्ययपदे ख्याङ् आदेशः भवति भाष्यकारः वदति क्षादिः अयम् आदेशः इति उक्तमत्र ख्यास्थाने क्षा अपि भवितुमर्हति तदेव भगिनि सत्यं अपि भवति एते अधिकारी एकवार्तकमस्ति वार्तकमस्ति क्षां षस्य यो वा वक्तव्यः अनेन क्षां इति आदेशस्य षकारस्य विकल्पेन यकारदोषो भवति आजदातकप्रत्ययपरे रूपं त्रीणि अत्रापि रूपद्वयमेव भगिनि ख्याङ् रूपद्वयमेव शकारः इति शकारस्य स्थाने विकल्पेन यकारादेशौ अतः क्याय् परस्मिन् पक्षे क्षाङ् इति छिङ्गः क्याङ्ग आदेशो भवति आददातके अनुवृत्तिसहितमस्ति छच्छिङ् ख्याङ् अर्धदातुके अधुना अज्धातु अज्धातोः वि इति आदेशः यद्यपि अज्धातुः सेत् तथापि तस्य वि इति धात्वादेश अपि ओ धात्वादेशकारणेन अनिट् भवति सामान्य अज्धातु वि आदेश भवति वि आदेश अस्ति चेत् अनिट् भवति अतः अज् एव तव्यत् वि एव तव्य प्रथमं इदागम अस्ति चेत् सार्वधातुकाद्यगुणं भूत्वा वेतव्यं सूत्रम् अजेर् व्यग्फो अज् वेतव्यं वेतु वेता अजेर्व्यगङ्गोः सूत्रेण अजस्थाने वि आदेशः भवति तदेव ओके अजेर्व्यघोः अजेर्धातोः वि इत्ययम् आदेशः स्यात् आददातुकविषये गञ् च अप् च वज्जयित्वा अनुवचसहितसूत्रमस्ति अजेः वि आर्धदातुके अघञ् भोः सो अत्र केवलं सर्वत्र अज्धातु अर्धदातुकप्रत्ययपदे वि आदेशः भवति परन्तु घञ् वा अप् धातु वज्जयित्वा वि आदेशः भवति अनेन भवादिगणात् आरभ्य क्रयादिगणपर्यन्तं सर्वेषां शेत् हलन्तधातूनां रूपसिद्धिः समाप्ता. अजन्तः अजन्तः पठितवन्तः, हलन्तः अपि सेटः पठितवन्तः. अग्रिमं आरम्भं करोतु भगिनि. भवादिगणात् आरभ्य क्रयादिगणपर्यन्तं सर्वेषां वेतां अनिटां च हलन्तधातूनां रूपसिद्धिः. हलन्तधातुषु द्वाधिकशतं धातवः अनिटः इति जानीमः. अपि च हलन्तधातुषु सप्तत्रिंशत् धातवः वेटः इत्यस्माभिः दृष्टम्. एतेषु पुनः चतुर्विंशतिदं धातुसः उदितः अष्टधातवः रथाधयः अपि च एकः निर् उपसर्गपूर्वक कुश् धातुः. सम्प्रति एतेषां सर्वेषाणां तव्यत्वं तृच् रूपाणि साधिष्यामः. ध्येयं यत् एते प्रत्ययः तकारादयः अत्र सर्वत्र तकारपदे हल्सन्धिः यथा भवति तथा एव अत्र सर्वत्र चिन्तनीयम्. ओके, अधुना वेद् धातवः अनिट् धातवः अनिट् हलन्तधातुरूपसिद्धिः परिष्यामः. हलन्तधातु सामान्यतया हण्ड्रेड् धातवः अनिटः. तेषु हलन्तधातुषु सप्तत्रिंशति धातवः वेटः. पुनः चतुर्विंशति धातवः उदितः. अष्टधातवः रथाधयः अपि च एकः निर् उपसर्गपूर्वक कुश् धातु. अत्र साधनधातु तव्यतु मन्त्रूपाणि हल्सन्धिरु तकार अत्र सर्वत्र तकारपरे हल्सन्धिः कार्याणि भवन्ति. गवर्गतधातवः धातोः अन्तिमवर्णः ककारः खकारः अथवा गकारः चेत् खरि च इत्यनेन चत्वं कृत्वा रूपसिद्धिः क्रियते. वयं जानीमः एक एव गवर्गन्तधातु अस्ति, शक् धातु, शक्यः तव्यत् खरिच इत्यनेन पञ्चन्यवाचस्वरूपं भवति, शक्तव्यं, शक्तुं, शक्तृ, शक्ता, शक्त्री, शक्तृ. वयं खरिच वयं जानीमः जलस्थाने चरादेशः भवति खरिपरे. चवर्गन्तदातवः एका चकारन्तदातवः षड्दातवः अन्ति अथवा अनिटः. सो गन्तलघुपदस्य इत्यनेन यथा सङ्गं लघु उपधातूनाम् उपधागुणः भवति. ओके, तथा सर्वत्र चोः कुः इत्यनेन कुत्वं तदनन्तरं खरीचा इत्यनेन क्षत्वम् इत्यनेन उगन्तलघुपदस्य अनिट् अस्ति चेत् ओ प्रत्यय अपि अर्धदान्तकप्रत्यय प्रत्ययः अर्धदातु अर्धदत्तप्रत्यय. तदा सर्व चोः पच् दातु पच् युगतव्य. प्रथमं चोः कुः इत्यनेन चकारस्थाने ककारः आगच्छति, तव्य तकार अस्ति अत्र खरिच इत्यनेन पक्तव्यं, पक् पच् युगतुं, पक्तुं, पक्तुं, पच्यकर्तृच् चोः कुः इत्यनेन पक्करिच इत्यनेन पक्तृ, पक्ता, पक्त्री, पक्तृ. एवमेव अन्येषां धातूनां निर्मन्तु निर्मान्तु. वच् वच् वक्तव्यं, वक्तुं, वक्तृ, वक्ता, वक्त्री, वक्तृ. रिच् रेच् रेक्तव्यं, पुगन्त सम्यक् पुगन्तलघुपदस्य रेक् रेक् चहुकुः रेक् तव्य रेक् खरिचा इत्यनेन रेक्तव्य, रेक्तुं, रेक्तृ, रेक्ता, रेक्त्री, रेक्तृ. विच् धातु अत्रापि गुणः भवति पुगन्तलघुपदस्य. वेच् एकतव्य चहुकुः वेक् एकतव्य वेक् खरिचा इत्यनेन वेक्तव्य, वेक्तुं, वेक्तृ, वेक्ता, वेक्त्री, वेक्तृ. सिच् अत्रापि गुणकार्यं, सेच् शेक्तव्यं, शेक् यवतव्य, शेक्तव्यं, शेक्तुं, शेक्तृ, शेक्तृ, शेक्ता, शेक्त्री, शेक्तृ. मृच् यवतव्यत् मृच् अपि मुच् गुणभूतं. मोच् मोच् युगतव्य, मोक् युगतव्यत्, मोक्तव्य, मोक्तुं, मोक्तृ, मोक्ता, मोक्त्री, मोक्तृ. समीचीनं, तदेव भवति. उगन्तलघुपदस्य चोः कुः तु वयं जानीमः एव खलु. सम्यक्, धन्यवादः. धन्यवादः भगिनि. महोदय, वेट् चकारान् ददातु. कञ्चु ओ वृष्टु, वेट् चकारं दातवः तञ्चु अपि च ओ वृष्टु इति ऊदितः, अतः तत्र वेट् धातुः. तञ्चु इति धातुः तत्र उपधायां नकारः अस्ति, अत्र सन्धि भूत्वा न्यकारः. तर्हि इडादिपक्षे केवलं वर्णमेलनं भवति, तञ्चितव्यं, तञ्चितुम् अपि च तञ्चिता इति. अनिडादिपक्षे तत्र चोः कुः भवति, तत्र नश्चापदान्तस्य जलि, अनुस्वारः, अनुस्वारते परस्वर्ण इति सूत्राभ्यां तत्र तन्तुम् इति तन्तव्यम् अनुसर्दे तन्तव्यं, तन्तुं, तन्ता इति रूपाणि भवन्ति. नश्चपदञ्जलि अनुसर्दे परस्वर्ण वयं जानीमः. व्रष्टि इति धातु अस्ति तत्र, व्रष्टि इति अस्ति तत्र इडागमपक्षे, तत्र व्रष्टितव्यं, व्रष्टितुं, व्रष्टिता इति किमपि नास्ति. अनिडादिपक्षे तत्र यद् तत्र उपधायां सकारः अस्ति, तत्र सुन्धि भूत्वा तत्र सकारः अभवत्, तर्हि तत्र व्रष्टियोगतव्य तत्र सकारस्य स्कोः संयोगादन्त्य चेतनेन लोपः अनन्तरं तत्र व्रश्च व्रश्च इत्यनेन षत्वम् अनन्तरं स्तुत्वं तत्र तर्हि व्रष्टव्यं व्रष्टुं व्रष्टा इति रूपाणि अत्र प्रश्नः अस्ति उदेशी कथं को संयोगाद्यन्ते च इत्यनेन सकारलोपः यदा सूत्रेण सकारस्य विधानं यदा सूत्रेण सकारलोपस्य विधानमस्ति कथं वा सकारस्य लोपः भवति इति वयं जानीमः सामान्यतः वदामः यत् वस्तुतः अत्र मूले सकारः आसीत् चित्वसन्धिना एव सकारः जातः अस्तु तत्तु सत्यं किन्तु अधुना सकारः अस्ति किल न तु सकारः इति चेत् कथं वा कोः संयोगदन्ते च इत्यनेन सकारलोपः स्यात् तत्र परिभाषा अस्ति अकथव्यूहः पाणिनीयः इति इत्यनेन न शिष्यमाणं निमित्तं न स्वीकर्तव्यम् इत्यस्मात् प्रस्थप्रस्थसृजमजे राजछसां छः इति सूत्रेण चित्तसन्देहे निमित्तच्छकारस्य जायमानस्य नाशात् तोः चुनाच्युः इति सूत्रं न प्रवर्तनीयमेव अतः चकारः तिष्ठति तर्हि तत्र व्रश्च एकतव्यत् सकारस्य लोपः स्को संयोगादं चेत् इति सूत्रेण प्रच् इति भवति प्रष्टव्यम् इति वयं जानीमः तत्र को संयोगादं चेत् वयं जानीमः संयोगाद्योः स्कोः लोपः जलिपदस्य अन्ते इति तत् संयोगान्तस्य लोपः इत्यस्य तत्र न क्षम्यतां तत् नास्ति खलु अपदाय संयोगान्तस्य लोपः इति पदान्ते एव खलु सत्यं सत्यं केवलं पदान्ते आम् पदान्ते अपि अस्तु अन्यत्रापि भवति खलु तत्र संयोगान्तस्य लोपः वा न भवति खलु संयोगान्तस्य लोपः केवलं पदान्ते आं सत्यम् आं स्कोः संयोगाद्योरन्ते च एव तस्मात् आरभ्य एव जलि इति अस्य अनुवृत्तिः आगच्छति खलु संयोगान्तस्य लोपः इति पूर्वसूत्रं पदान्ते अपि अस्ति पदान्ते अपि अस्ति जलि अपि तस्य अपवादः व्रश्चव्रश्चविति वयं जानीमः तत्र शब्दं भवति जलि अपि च पदस्य अन्ते च सुनाष्टु इति वयं जानीमः व्यच्धातुः तत्र वयम् एकं आर्तिकं पठितवन्तः व्यचेः कुटादित्वम् अनसि इति वक्तव्यमिति वार्तिकेन व्यच् धातोः परं यावन्तः अस्भिन्नः कृत्प्रत्ययाः सन्ति ते सर्वे नित्वत् भवन्ति इति तिङ्प्रत्ययः तथा न भवन्ति यथा लुट्लकारे तत्र तास् वार्तिकस्य अन्तर्गते नास्ति अतः नित्वत् नास्ति तत्र अस्तु अत्र व्यचेः कुटादित्वं केवलं कृत्प्रत्ययानाम् एव भवति तत्र लुट् लकारे न भवति किमर्थमिति यदपि एतत् तास् इति वार्तिकस्य अन्तर्गते नास्ति नित्वत् नास्ति इति तत् किन्तु अत्र तव्यत्तु मुन्त्रित्प्रत्ययः कृत्प्रत्ययः न तु तिङ् अतः येषाम् अत्र नित्वत् इति व्यक् इति प्रकृतौ सम्प्रसारणं भवति व्यहिज्य व्ययि व्यदि वष्टि विचति पृच्छति पृच्छति पृच्छतीनां निति चेत् सूत्रेण तर्हि वच् योग हितव्यं तत्र ग्रहिज्य इत्यनेन तत्र सम्प्रसारण सम्प्रसारण इत्यनेन यकारस्य एव तत् सम्प्रसारणं भवति वीच् योगयितव्यं तत्र नित्वात् तत्र गुणः न भवति इदानीं गुणस्य प्रसक्तिः अस्ति पुगन्तलघुगुतस्य परन्तु व्यचेः कुटादित्वम् इति वक्तव्यम् इति वाक्यकेन विचितव्यं तर्हि विचितुं विचिता इति ग्रहिज्या इति वयं जानीमः ग्रहिज्या वै वेदि वष्टि विचति पृच्छति पृच्छति भृञ्जतीनां निति इति च सम्प्रसारणमिति ईघ्रणसम्प्रसारणम् इति तत्र यणः इ सम्प्रसारणं वयं जानीमः सम्प्रसारणाच्च इति सूत्रेण सम्प्रसारणात् च अचि पूर्वपरयो एकः पूर्वसंहितायाम् अत्र वयं दृष्टवन्तः तत्र व्यक्ति इत्यस्मिन् तत्र अकार अस्ति यकारात् अनन्तरम् अकार अस्ति तस्य इकारत्वे तत्र पूर्वः भवति इति न सम्प्रसारणं वयं जानीमः वकारयकारयोः कस्य भवति इति तद् यकारस्य भवति इति पृच्छधातुः अस्ति पृच्छधातुः अपि अनिट् अस्ति अतः तत्र पृच्छ इति धातोः अङ्गकार्यमस्ति प्रत्ययोग सव्यं सव्य सव्यत् इति अस्ति द्वोः टूडर् नाचिकेत् इति सूत्रेण सत्त्वम् अस्ति तत्वा सुप्तैतचकारस्य तत्र सत्त्वं तदा व्रश्च प्रश्च इत्येन तत्र मूर्धन्यषकारः प्रश् योगतव्यम् अनन्तरं तत्र ष्टुनाष्टुः प्रष्टव्यम् इति भवति ये तत्र प्रष्टव्यम् अत्र सम्प्रसारणं न भवति किमर्थं कित् नास्ति इति कित् नास्ति पृच् प्रष्टुम् इति भवति प्रष्टा इति अस्ति चोचूडनादिके च तुक्सैलसकारस्य स्थाने षकारादेशः अपि च वकारस्थाने ऊटादेशः भवति अनुनासिकादिप्रत्यये परे क्विप्रत्यये परे जलादिप्रत्यये परे च इति अनुवृत्तिसूत्रमस्ति चोः अङ्गस्य टूड् त्रिजलोः अनुनासिके च इति सूत्रेण अनुनासिके प्रत्यये परे जलादिप्रत्यये परे क्विपरे इति तत्र निमित्त तत्र त्रिषु त्रिषु सन्दर्भेषु सत्यं तत् प्रायः प्रच्छदातुतः वयं समापयामः जकारान्तदातुः आरभ्य अग्रिमसप्ताहे पठिष्यामः धन्यवादः धन्यवादः भगिनि नमस्कारः धन्यवादः नमस्ते धन्यवादः धन्यवादः भगिनी